ॐ असतो मा सत्कमय, तमसो मा ज्योतिर्गमय, मृत्योर्मा अमृतं गमय। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति हल् सन्धिः। अस्मिन् विषये वयं बहु किमपि अतीतवन्तः। अनेकविधसन्धयः, हल् सन्धयः, तेषां तत्र विवरणं स्वरूपमहोदयस्य करपत्रे पठितवन्तः, अवगतवन्तः च। इदानीं तत्र अन्तिमभागः, तत्र गीताप्रवेशे, तत्र मिश्रण अभ्यास इव अस्ति इति मन्ये। तत्र स्मः। एतस्य अनन्तरं तत्र नूतन तत्र विषय, तत्र विसर्गसन्धिः इति भवति, किन्तु करपत्रे वयं सम्पूर्णतया न पठितवन्तः इति मन्ये। अतः तत्रापि तत्र सम्पूर्णतया पठामः वा इति अपि तत्र चिन्तनं भवेत्। अग्रे चर्चयामः। तर्हि उषा भगिनी, नमस्कारः। नमस्कारः भगिनि। श्रूयतां महोदय। आगतवान् भगिनि, क्षम्यताम्। तर्हि तत् पेज् 43 मध्ये स्मः। तर्हि तत्र शोभगिनी उक्तवती तत्र कुर्वन्नपि इति, तत्र अस्माकं ततः आरम्भं कुर्मः इति। तर्हि तत्र उषा भगिनी, भवती एव तत्र आरम्भं करोति वा? अस्तु महोदय। पेज् 43 मध्ये कुर्वन्नपि, त्रयोदश अभ्यासे तृतीयपदं कुर्वन्नपि, कुर्वन् योगः अपि, कुर्वन्नपि इति भवति, द्वय नकारद्वयम् अस्ति, कुर्वन्नपि नकारद्वित्वं भवति, ङमो ह्रस्वात् अचिङ्गमुट् नित्यम् इत्यनेन, ङमो ह्रस्वात् अचिङ्गमुट् नित्यं, ङ न ह्रस्वात् पूर्वं ह्रस्वम् अस्ति, अपि च पूर्वं ङमो ह्रस्वात् अचि परः अचि अपि अस्ति, अपि इत्यस्य प्रथमवर्णः अकारः, ङमो ह्रस्वात् नकारः पूर्वम् अकारः, ह्रस्व अकारः, अपि च परः अचि अस्ति, ङमो ह्रस्वात् अचि, ङमुट् नित्यम् इत्यनेन ङमुट् ङम् इति ङ न कण्ठ्य पञ्चमवर्ण, मूर्धन्यपञ्चमवर्ण, अपि च दन्त्य पञ्चमवर्ण, ङमो ह्रस्वात् अचिङमुट् नित्यम् इत्यनेन अकारः स्थाने नकारः भवति, कुर्वन् अपि इति, कुर्वन् अपि इति भवति। अस्तु महोदय। कुर्वन्नपि नित्य योगयुक्त, तदेव खलु, योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः, सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते। योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः, सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते। योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः, सर्वभूतात्मा कुर्वन् अपि न लिप्यते। लिप्यते इति कर्मपदं, लिप्यते लिप्यते न लिप्यते, लेपनं लिप्यते, कर्मणि तत्र कर्मणि योग लिप्यते, आत्मने लट् कर्मणे कर्मणि लट् न लिप्यते. कुर्वन् अपि कुर्वन् शत्रुप्रत्यय कुर्वन् अपि न लिप्यते. योगयुक्तः विशुद्ध आत्मा विजित आत्मा जित इन्द्रियः सर्वभूत आत्मा सर्वभूत आत्मभूत आत्मा ऐ गेस् आत्मभूत आत्मा कुर्वन् अपि न लिप्यते. कुर्वन् अपि न लिप्यते. सो योगयुक्तः लैक् योगयुक्तः तदपि प्रथमाविभक्ति विशुद्धात्मा अपि विशुद्ध आत्मन् इत्यस्य प्रथमाविभक्ति एकवचनं. विजितात्मा इत्यपि प्रथमाविभक्ति एकवचनं. जितेन्द्रियः अपि प्रथमाविभक्ति एकवचनं. सर्वभूतात्मभूतात्मा सर्वभूत आत्मभूत आत्मा सर्वभूत आत्मभूत आत्मा इत्यपि प्रथमाविभक्ति एव प्रथमाविभक्ति एकवचनं. कुर्वन् शत्रुप्रत्याख्य. सो यः योगयुक्तः यः योगयुक्तः वन् हुस् यः योगेन युक्तः योगेन युक्तः योगी अथवा योगेन युक्तः योगी यः अस्ति विशुद्ध आत्मा चित्तशुद्धि चित्तशुद्धि यः प्राप्तवान् यस्य चित्तः शुद्धिः अस्ति शुद्धः तत्र यस्य चित्तः शुद्धः अस्ति इति प्रायः. विजित आत्मा विजित वन् यः इन्द्रियेण जित इन्द्रिय यथा जितेन्द्रियः अस्ति इन्द्रियाणाम् उपरि आत्मा देन् विदितात्मा नाम तत्र मनसः मनसः जयः प्राप्तवान् इति जयं प्राप्तवान् मनस मनस् मनसः नियन्त्रणम् मनसः नियन्त्रणं यः सम्यक् रूपेण कृतवान् कृतवान् जितेन्द्रियः जित ओके शमदमादि युक्तः सर्वभूत आत्मभूत आत्मा सर्वभूत सर्वभूतानि आत्मभूत आत्मभूत आत्मा यस्य कृते यस्य कृते समत्वबुद्धिः अस्ति ऐ गेस् तत्र अन्तिम आत्मा इत्युक्ते तत्र तस्य स्वरूपः स्वस्य आत्मा स्वस्य न न स्वस्य आत्मा नाम सर्वभूत अपि अस्ति आत्मभूत अपि अस्ति तादृश आत्मा अस्ति नाम सर्वेषु अस्ति अपि तस्मिन् अपि अस्ति इति अर्थे. अस्तु महोदय सर्वेषु स्वस्य आत्मा सर्वेषु आत्मा अपि द सेम् ऐ गेस् नाम अन्तिम आत्मा तत्र तत्र सर्वभूत आत्मभूत तत्र द्वन्द्वसमास नाम सर्वभूत नाम तत्र समास इति न किन्तु तत्र अंशद्वयं सर्वभूत आत्मभूत तादृशभूतानाम् आत्मा तादृशभूतानाम् आत्मा अस्तु महोदय. यः योगयुक्तः विशुद्धः विशुद्ध आत्मा यः विजित आत्मा जित इन्द्रियः सर्वभूत आत्मभूत आत्मा सः कुर्वन् अपि न लिप्यते न लिप्यते इत्युक्ते कर्म कुर्वन् अपि कर्म कुर्वन् अपि कर्मेण तत्र कर्म लिप्यते भवति इति कर्मणा न बाधितः कर्मणा सः न बाधितः नाम तत्र कर्मणः तत्र फलम् अथवा तत्र तस्य कर्म इति यदि यत् वदामः तत्र कार्यस्य अनन्तरं यत् फलं तत्र संस्कारः अस्मिन् भवति तत्र तेन तत्र कर्मफलं प्राप्त्वा अप्राप्त्वा अपि सः न तत्र लेपनं न भवति नाम तत्र शुद्धि आत्मशुद्धि आत्मः आत्मा शुद्धः एव भवति तत्र यथा वयं किमपि कुर्मः तत्र क्रियायाः तत्र फलं कर्मरूपेण अस्माकं आत्मनि भवति खलु तत्र अनन्तरं तत्र तेन तत्र सुखं वा दुःखं वा जायते तत्र अतः तत्र कर्मणः तत्र अनन्तरं पुनः कार्यं भवति तस्य फलं पुनः भवति किन्तु एतादृशमनुष्यस्य य सः किमपि करोति सः न लिप्यते न लिप्यते यथा तत्र प्रायशः अस्माकं तत्र एकम् उदाहरणं तत्र भगवान् रमणमहर्षि इत्यादयः नाम तत्र यद् ते यद्यपि सः यत् करोति तेन सः न लिप्यते इति केवलम् उदाहरणार्थं तादृशं वयं तादृशम् अनेकान् प्रायशः तत्र विषये श्रुतवन्तः अस्तु अतः तत्र न लिप्यते लेपनं लेपनं न भवति इति अस्तु समीचीनम् अस्तु हा पेण्टेड् इति आङ्ग्लभाषायाम् उक्तं हा लेपनम् अस्तु समीचीनं वेदा भगिनी नमस्कारः धन्यवादः भगुषा भगिनी धन्यवादः धन्यवादः वेदा भगिनी नमस्कारः नमस्कारः महोदय हा ओ नरेश महोदय अपि अस्ति नमस्कारः महोदय तत्र हा अस्तु तर्हि अग्रे तर्हि तत्र निवेदिता भगिनी अग्रे करोति वा अग्रिमम् अस्ति तत्र पुटक्रमाङ्क हा 43 अधोभागे वाग्देवता वा न न पेज् 43 मध्ये तत्र यथोदाहरणं मञ्जूषायां प्रदत्तानां सन्धिपदानां छेदम् आश्चर्यवच्च प्राप्तवती भगिनि तदेव तदेव आश्चर्यवच्च इति सत्यम् आश्चर्यवत् अधिकं तु शुच्त्वा सन्धि अस्ति हलो समीचीनम् आश्चर्यवच्च आश्चर्यवच्च आश्चर्य जलां जशोन्ते श्रुत्वसन्धि इत्युक्ते स्तोः अस्तु नास्तुः इति खलु प्रथमसन्धिः वयं कृतवन्तः करपत्रे स्तोश्चु नास्तुः चष्ट्वमपि भवति तत्र महोदय किं किं भगिनि प्रथमं तकारस्य दकारः जलाञ्जुषोति तकारस्य दकार भवति अनन्तरं सत्यं सत्यं जलाञ्जुषोन्ति इति प्रथमतया चकारः भवति खलु चकारः भवति तदनन्तरं स्तोस्तु नास्तुः इत्यनेन चकारः चकारः भवति तदनन्तरं तत्र जकारः इति भवति तदनन्तरं तत्र तृतीयसोपानं तत्र खरीच इति खरीच इति सूत्रेण प्रथमं जलां जशन्ते अनन्तरं सोहशुनाशुः अनन्तरं खरीच इति तकारस्य दकारः दकारस्य जकारः जकारस्य चकारः इति सोपानत्रयम् इति भवति समीचीनम् एतत् बहुवारं भवति एतत् खलु अतः आश्चर्यवत् इति तद् भवति आश्चर्यवच्छ। समीचीनं। हा इदानीं तत्र श्लोकः अपि अस्ति। आश्चर्यवत् पश्यति कश्चिदेन माश्चर्यवत् वदति तथैव चान्यः आश्चर्यवच्चैन मन्यः शृणोति श्रुत्वाप्येनं वेदन चैव कश्चित्। तत्र एनम् इत्युक्ते तत्र आत्मा इति आत्मानं आत्मनः एतत् शरीरम् आश्चर्यवत् पश्यति तस्य अनुभवं करोति। हा नाम तत्र आश्चर्यवत् पश्यति तत् तत्र नाम आत्मा इति कीदृश इति तत्र आश्चर्यचकितः भवति। ओ आत्मा इति वस्तु अस्ति वा इति आश्चर्यवत् पश्यति कश्चित्। हा आत्मानम् आश्चर्यवत् पश्यति अन्यः अनुभवः अपि आश्चर्यवत् अस्ति। हा शरीरं हा शरीरं विलक्षणम् अस्ति ततः तस्य अनुभवः अपि आश्चर्यवत् एव अस्ति तस्य वर्णनम् अपि नाम तत्र आश्चर्यवत् करोति पश्यति एकः आश्चर्यवत् वदति आत्मानं विषये अन्यः तस्य वर्णनं वर्णनश्रवणम् अपि आश्चर्यजनकम्। सत्यं श्रवणेनापि तत्र आश्चर्यं भवति आश्चर्यस्य उत्पत्तिः भवति। तस्य अनुभवः केवलमात्रं श्रवणेन न भवति अभ्यासेन एव न भवति। वस्तुतः तस्य स्वीकार करणीयम्। अतः तत्र न कोऽपि जानाति नाम तत्र वेद न च एव कश्चित् कश्चित् न वेद नाम तत्र न जानाति न कोऽपि जानाति एव। उपायं किम् अस्ति? हा आत्मज्ञानार्थम् इति खलु। शान्तं भूत्वा कोऽपि कार्यं न कृत्वा केवलं तर्हि तत्र तत् ज्ञानं दुर्विज्ञेय एव अस्ति खलु। अतः तस्य प्राप्ति वयं कर्तुं न शक्नुमः इति अस्ति भगिनि सत्यम्। अतः आत्मनः विषयः क्लिष्टः तत्र कथं तस्य ज्ञानं प्राप्नुमः इति तस्य विषये कोऽपि वक्तुं न शक्नोति श्रुत्वा अपि वयं किमपि न कर्तुं शक्नुमः तस्य ज्ञानं न प्राप्तुं शक्नुमः। तर्हि तत्र मार्गः कः इति प्रश्नः उदेति इति अस्ति सत्यं भगिनि। अस्तु धन्यवादः अग्रे सरामः तर्हि। धन्यवादः धन्यवादः भगिनि। अस्तु अग्रे तत्र शोभभगिनी अग्रे करोति वा? आं महोदय। अग्रिमं पदमस्ति जगत् जगदव्यक्तमूर्तिना इति नवमाध्याये चतुर्थ श्लोकं, तत्र पदे जगत् अव्यक्तमूर्तिना इति अस्ति. तत्र जगत् इत्यस्य तकारस्य पदान्ततकारस्य दकारादेशः झलांशशोन्ते इत्यनेन. तदनन्तरं केवलं वर्णमेलनं जगद्योगः अव्यक्तमूर्तिना. तत्रापि अव्यक्त इति प्रातिपदिकं, मूर्ति इति प्रातिपदिकं, समस्तपदं तस्तत् अन्ते तृतीयविभक्तिः भवति. जगदव्यक्तमूर्तिना इति. तर्हि अग्रे श्लोकं पठामि महोदय, तत्र तावदेव इति. तर्हि श्लोकमस्ति 4 खलु. मया किं मया ततमिदं सर्वं जगदव्यक्तमूर्तिना, मत्स्थानि सर्वभूतानि न चाहं तेषु अवस्थितः. मया ततम् इदम् इति भवेत् तत्र. मया ततम् इदम् इदं सर्वं जगद् अव्यक्तमूर्तिना इति. मया जगदव्यक्तमूर्तिना इति भवति तत्र. मया जगदव्यक्तमूर्तिना इदं सर्वं ततम् इदम् इति. ततम् इत्युक्ते व्याप्तं, व्याप्तम् इति, व्याप्तम् इदं सर्वं ततम् इति भवेत् तत्र. मया जगदव्यक्तमूर्तिना सर्वम् इदम् इदं सर्वं ततम्. मत्स्थानि सर्वभूतानि न च अहं तेषु अवस्थितः. यतोहि अहं सर्वस्य व्याप्तः इति वक्तुं शक्नुमः खलु महोदय, व्याप्तः अथवा व्यापी, सर्वव्यापी अस्मि, सर्वव्यापी अस्मि. अतः तत्कारणात् मत्स्थानि सर्वभूतानि, सर्वाणि भूतानि मत्स्थानि इत्युक्ते मयि एव स्थिताः सन्ति, स्थितानि. न च अहं तेषु अवस्थितः. केवलं ते मयि सन्ति, किन्तु अहं तेषु अवस्थितः न अस्मि इति. इति अस्तु भगिनि, सत्यं. इत्युक्ते तत्र तर्हि जगत् इदं तेन अव्यक्तमूर्तिना व्याप्तम् अस्ति. अपि च भूतानि सर्वाणि तस्मिन्नेव स्थितानि सन्ति, किन्तु सः अव्यक्तमूर्तिः तेषु कस्मिन् अपि अवस्थितः न भवति इति. इत्युक्ते सर्वं भगवान् वदति, सर्वं मयि अस्ति, न तु अहं तेषु इति. अपि तत्र तत्र सर्वं व्याप्तमस्ति, किन्तु व्याप्तमस्ति, किन्तु तत्र न द्रष्टुं शक्नुमः तत्र व्याप्तं, यतोहि तत्र अव्यक्तमूर्तिना व्याप्तमस्ति. आम् खलु, तत्र जगत् अव्यक्तमूर्तिना, जगत् सर्वं जगत् अव्यक्तमूर्तिना मया व्याप्तं, व्याप्तम्. अपि च तत्र दत्तमस्ति महोदय, तत्र किमर्थम् अहं तेषु नास्मि इति वदति इत्यस्य विषये. यतोहि सः किं तत्र आब्जेक्ट्स् इति किं वदामः, वस्तु इति वा, वस्तु, इन्द्रियग्राह्याः वस्तूनि, तेषु वस्तुषु वस्तुवत् सः नास्ति. यतोहि तस्य सङ्गत्वं नास्ति तेषु. सङ्गत्वं नास्ति इति कृत्वा अहं तेषु नास्मि इति वदति इति दत्तमस्ति तत्र महोदय. न च अहम् अवस्थितः तेषु, यतोहि अहं निस् असङ्गः इति असङ्गः अस्मि, अतः यद्यपि तेषु अहमेव आत्मा अस्मि किन्तु तेषु तदेव आत्मरूपेण अस्मि किन्तु न तु सङ्गत्वेन इति दत्तमस्ति महोदय. नाम तत्र सर्वेषाम् आधारः आधारः आधारः अस्मि अपि तत्र अहं तेषु नास्मि इत्युक्ते तत्र ते भगवतः आधारः न भवन्ति. हा इत्युक्ते तत्र तेषु अस्मि इत्युक्ते सः अपि अधिकरणम् इति भवति किन्तु फर् ए थिङ्ग् दट् हेस् नो काण्टाक्ट् वित् एनिथिङ्ग् केनाट् एक्सिस्ट् लैक् सम्थिङ्ग् कण्टेण्ड् इन् ए रिसेप्टकल् इति दत्तमस्ति. अस्तु अस्तु भगिनि अस्तु अस्तु अस्तु यतोहि since unlike gross objects I'm not in contact with anything, therefore I'm certainly the inmost core even of space kintu cannot exist like for a thing that has no contact with anything cannot exist like something contained prapayashah mode tatra in a ha itute saha tatra kim avat अवच्छेद्यः नास्ति प्रायशः महोदय तत्र शरीरेण अवच्छेद्यः नास्ति सीमितः नास्ति सीमितः नास्ति आम् इति वदति. अस्तु समीचीनं भगिनि धन्यवादः धन्यवादः अग्रे सरामः. तर्हि नरेश महोदय नमस्कारः. नमस्कारः महोदय. अद्य वदति वा महोदय अथवा प्रयत्नं करोमि. हा समीचीनं महोदय. तर्हि तत्र अग्रे पेज् 43 मध्ये अधोभागे यद् यदक्षरम् इति यदक्षरं यदक्षरम् अस्ति यत् योग अक्षरं यदक्षरम् अस्तु तत्र सन्धिः कः तत् जष्ट्व यत् तत्र हा समीचीनं हा जलां जश्वन्ति इत्यनेन तकारस्य दकारः भवति यत् अक्षरं समीचीनं. श्लोकः अस्ति 11 यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये. यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः किमस्ति वेदविदो वदन्ति हा वेदविदो वेदविदः वदन्ति वदन्ति तत्र वेदविद् इत्युक्ते विद् तत्र ब्रह्मविद् आत्मविद् योगविद् वेदविद् इत्युक्ते ते वदन्ति यदक्षरं किमस्ति वक्तुं न शक्नोमि. विद् नाम जानाति महोदय ज्ञानमस्ति. अस्तु अस्तु वेदविद् इत्युक्ते वेदं जानाति ते वदन्ति हा ये वेदं जानन्ति ते वदन्ति यदक्षरं यद् अक्षरं ते वदन्ति विशन्ति यद्यतयो यदि तयो वीतरागाः विशन्ति यद्यतयो वीतरागाः यदि तत्र महोदय तत्र अनुवादं दृष्ट्वा वक्तुम् इच्छति चेत् करोतु महोदय चिन्ता मास्तु चिन्ता नास्ति अस्तु वेदविदः नोर्स् आफ् द वेद यत् विच् अक्षरम् इम्पेरिशेबल् वदन्ति स्पीक् वीतरागाः वीतरागः फ्रीड् फ्रोम् अटेच्मेण्ट् यतयः सेल्फ् कण्ट्रोल्ड् सन्न्यासी यत् विच् विशन्ति यत् इच्छन्तः डिसैरिङ्ग् ब्रह्मचर्यं ब्रह्मचर्य चरन्ति प्राक्टिस् टु दि तत् पदं स्टेट् टु बि ओब्टेन्ड् सङ्ग्रहेण इन् ब्रीफ् प्रवक्ष्ये प्रवक्ष्ये नाम वदिष्यामि नाम लघुरूपेण सङ्ग्रहेण वदिष्यामि सम्पूर्णतया न वदिष्यामि तत् पदं किञ्चित् तस्य विषये वदिष्यामि तस्य ज्ञानं प्राप्तुं यद् इच्छन्तः नाम एतस्य ज्ञानम् इच्छन्ति के वीतरागाः यतयः इच्छन्तः ते किं कुर्वन्ति ब्रह्मचर्यं चरन्ति अस्तु नाम तत्र ते तेषाम् आचारः तत्र ब्रह्मचर्यम् एतादृशं तत्र सर्वं कार्यं तत्र निष्ठः तत्र नैमित्तकं कार्याणि भवति खलु तत्र प्रतिदिनम् एतदेतत् सर्वं करणीयं ब्रह्मचर्यम् इति तत्र तादृशं सर्वं कुर्वन्ति इच्छन्तः शत्रन्त खलु इच्छन्तः किमपि इच्छन्ति किम् इच्छन्ति एतत् एतस्य ज्ञानं तत्र एतद् ज्ञातुम् इच्छन्ति तादृशं ज्ञानं यदक्षरमस्ति यत् अक्षरमस्ति यस्य ज्ञानं प्राप्तुं तत्र वीतरागाः सर्वे तत्र ब्रह्मचर्यं चरन्ति अपि यदक्षरं वेदविदः अपि वदन्ति तस्य विषये अहं लघुरूपेण किञ्चित् वदामि वदामि वदामि प्रवक्ष्ये अस्तु तादृशं तादृशं किमपि अस्ति क्षम्यता हा चिन्ता मास्तु महोदय हा चिन्ता मास्तु हा अस्तु अग्रे तर्हि तत्र पुनः इदानीम् अहं चिन्तयामि उषा भगिनी एव तत्र वेदभगिनी अग्रे पठति इति मन्ये अस्तु महोदय कश्चित् दुर्गतिं कश्चित् दुर्गतिम् इति कश्चित् योगः दुर्गतिं कश्चित् पदस्य अन्ते अस्ति जला जष्त्वं भवति जलां जशोन्ते कश्चिद् भवति कश्चिद् दुर्गतिं कश्चिद् दुर्गतिं जष्ट्वसन्ति षष्ठोऽध्यायः वाक्यत् श्लोकः अस्तु महोदय श्रीभगवानुवाच पात नैवेह नामुत्र विनाशस्तस्य विद्यते न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति भगवान् उवाच श्रीभगवान् उवाच पार्थ हे पार्थ पार्थ नैवेह नामुत्र न एव न एव इह न एव इह न अमुत्र तस्य विनाशः विद्यते पार्थनैवेहनां मुत्र विनाशस्तस्य विद्यते न हि कल्याणकृत् कश्चित् दु न हि तात हे तात कश्चिद् कश्चित् हि कल्याणकृत् कश्चित् कल्याणकृत् कश्चित् कल्याणकृत् कल्याणकृत् इति पदं न हि कल्याणकृत् दुर्गतिं कश्चित् न गच्छति आम् कश्चित् कल्याणकृत् हे पार्थ न एव इह न अमुत्र तस्य विनाशः विद्यते हे तात कश्चित् हि कल्याणकृत् दुर्गतिं न गच्छति तत्र विनाशः विनाशः तस्य विनाशः न विद्यते विद्यते तदपि कर्मणि प्रयोग न विद्यते नाशः विनाशः न विद्यते न मुत्र तस्य फार् द वाट् शुड् ऐ से फार् न एव इह न एव इह न अमुत्रापि न अमुत्रापि अमुत्रापि तस्य विनाशः तस्य विनाशः न विद्यते भूलोके अपि च परलोके अपि तत्र अनन्तरम् अपि तस्य विनाशः न विद्यते तस्य इति पूर्वश्लोके अर्जुनस्य प्रश्नस्य योगभ्रष्टः योगभ्रष्टस्य विनाशः न विद्यते अत्र इहलोके अथवा न परलोके अपि अनन्तरं तात कश्चित् हि कल्याणकृत् दुर्गतिं न गच्छति कश्चित् हि कल्याणकृत् कल्याणकृत् यः कृत् यः योगं योग सम् एक्स्टेण्ट् हि हस् डन् सम् योग कल्याणकृत् इत्युक्ते नाम उत्तमकार्याणि कृतवान् अस्ति अस्तु अस्तु उत्तम यः उत्तमकार्याणि कृतवान् सः कश्चित् हि दुर्गतिं न गच्छति दुर्गतिं न गच्छति कश्चित् कल्याणकृत् कश्चित् कल्याणकृत् दुर्गतिं न गच्छति गच्छति दुर्गतिं तत्र न कश्चित् इत्युक्ते न कोऽपि इति अर्थे ओ अस्तु ओ गच्छति न गच्छति इति कृते आयता न गच्छति अस्तु अस्तु कश्चित् कल्याणकृत् तत्र कल्याणकृत् दुर्गतिं न गच्छति कश्चित् देन् एनिवन् सर्टन् पर्सन् अतः अतः न कश्चित् इति प्रायः न कश्चित् गच्छति नाम तत्र न कोऽपि गच्छति न कोऽपि गच्छति अपि न कोऽपि गच्छति दुर्गतिं गच्छति इति चिन्तयामि तत्र न इति प्रायशः तत्र विनाशः न हि गच्छति अस्तु भगिनि तत्र न हि गच्छति इति एव अस्ति कश्चित् इत्युक्ते अत्र अर्थः दत्तः नाम तत्र न कोऽपि इति कश्चित् इत्युक्ते कोऽपि ओके न कोऽपि अपि सीम्स् बि ओके अर्थः समानः नाम न गच्छति कल्याणकृत् यः कल्याणं करोति सः कल्याणकृत् इति विग्रहवाक्यमत्र दत्तं सः तत्र दुर्गतिं तत्र कदापि न प्राप्नोति गच्छति समीचीनं भगिनि धन्यवादः अत्र अन्य किमपि वक्तव्यमस्ति वा अत्र कोऽपि किमपि वक्तुमिच्छति वा अत्र अस्तु यः योगस्य कृते कल्याणं कृतं तस्य तत् व्यर्थः न भवति इति सत्यं भगिनि व्यर्थः तस्य तस्य उपयोगः अस्ति एव तिष्ठति एव इति तिष्ठति एव अपि तत्र केवलम् अस्मिन् जन्मनि इति न तत्र कस्मिन् अपि जन्मनि कल्याणकृत् अस्ति चेत् कृतवान् अस्ति चेत् तत्र तस्य तत्र दुर्गति न भवति व्यर्थं न भवति व्यर्थं न भवति तत्र तात इति विषये तत्र बहु किमपि अत्र दत्तमस्ति तत्र तात इति तत्र किमर्थं तात इत्युक्ते पिता इति अर्थे अस्ति किन्तु तत्र वत्स इति अपि भवति खलु महोदय हा सत्यं तदेव अत्र वत्स इति अर्थे नाम शिष्यः वत्स इव अस्ति अतः तात इति तत्र बाह्ये अस्तु महोदय तात इति कृते तनोति आत्मानं पुत्ररूपेण इति पिता तात उच्यते पिता एव पुत्रः इति पुत्रः अपि तात उच्यते शिष्यः अपि पुत्र उच्यते पुनः तनोति आत्मानम् इति वा तनोति आत्मानं पुत्ररूपेण इति पिता तात उच्यते पिता एव पुत्रः इति पुत्रः अपि तात उच्यते अस्तु ओ उत्तमं भगिनि अस्तु महोदय नहि अपि शङ्करभाष्ये अस्ति यस्मात् इति यस्मात् कल्याणकृत् ओ नहि अस्तु अस्तु अस्तु अस्तु नहि इति तत्र अर्थः अस्ति यस्मात् हा किमर्थं तत्र किमर्थं तस्य नाशः न भवति यतोहि अथवा यस्मात् यस्मात् कल्याणकृत् अस्तु अस्तु उत्तमं धन्यवादः भगिनि तत्र अनेक तत्र बहु किमपि अस्ति अतः अस्तु समीचीनं धन्यवादः भगिनि अस्तु धन्यवादः महोदय अग्रेसरामः तर्हि तत्र वेदा भगिनी अस्ति वा नास्ति चेत् तत्र अस्तु तर्हि तत्र निवेदिता भगिनी अग्रे पठति वा कुर्वन् आप्नोति कुर्वन् अधिकम् आप्नोति अत्र गमुडागम सन्धि अस्ति खलु गमुडागम सन्धि नकारः अस्ति ह्रस्वात् परतः नकारवर्णः अस्ति तेभ्यः परतः अपि स्वराः सन्ति अतः नकार आगम भवति समीचीनं भगिनि तथैव अस्ति गमुडागम सन्धि अस्ति सत्यं भगिनि नमो हृस्वादचि नमुन् नित्यम् श्लोकस्य कृते न आप्नोति इत्येव कुर्वन् न आप्नोति ओ कुर्वन् न आप्नोति सत्यं सत्यं भगिनि धन्यवादः कुर्वन् योगः आप्नोति आसीत् चेत् तत्र भिन्नं पदम् आमामां सत्यं कुर्वन् योगः नकारः तदनन्तरम् आप्नोति नाप्नोति धन्यवादः भगिनि किं भवति सम्यक् नास्ति खलु कुर्वन् आप्नोति तत्र भगिनी मध्ये नकारः अन्यः नकारः अपि अस्ति इति मन्ये न अन्यनकार नास्ति, अन्यनकार तु सन्धि कृते आगच्छति, कुर्वन् योग आप्नोति, कुर्वन् योग आप्नोति अत्र क्षम्यतां अस्ति तेभ्यः परतः स्वरः अस्ति अतः नकार आगमः भवति अस्तु अस्तु अस्तु मोहनसि अपि तत्र क्लेशः आसीत् आमां क्षम्यतां धन्यवादः द्विचरणं भवति हा सत्यं भगिनि निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः शारीरिं केवलं शारीरिं केवलं कर्म कुर्वन्नाप्नोति किल विषम् यः इच्छारहितः कर्मयोगी सः केवलं शरीरं प्रति आवश्यकं कर्म करोति अतः पापप्राप्तिं न भवति किन्तु तत्र न इति अस्ति महोदय क्षम्यता न आप्नोति न आप्नोति कुर्वन् कुर्वन् किल्बिषं न आप्नोति न आप्नोति तत्र तर्हि कुर्वन् न इत्यस्य केवलं वर्णमेलनं भवति तत्र कुर्वन् इति शत्रुप्रत्ययः न आप्नोति तत्र सर्वेषां केवलं वर्णमेलनं कुर्वन् योगः न योगः आप्नोति सन्धि नास्ति तत्र सन्धि इति नास्ति इति मन्ये लोकेन नास्ति महोदय यदि अस्ति चेत् तत्र देर् इस् नो नो आगम महोदय अदर्वैस् कुर्वन् नाप्नोति वि केन् से देर् इस् आगम गमोह्रस्वादकीङ्गमुद्लोक इट् डसेण्ट् तत्र भगिनि तत्र कुर्वन् अस्ति इत्यत्र नमुट् अस्ति किन्तु तत्र कुर्वन् अस्ति अस्ति चेत् कुर्वन् आप्नोति इति अपि तदेव किन्तु कुर्वन् अस्ति चेत् तत्र न इति तु नास्ति एव तथापि नुमागमः भवति नकारद्वयं भवति किन्तु तत्र न इति अस्ति अतः नुमागमः न तत्र यतोहि मध्ये नकारः अस्ति अतः तत्र कुर्वन् न आप्नोति श्लोक भगिनि रैट् ओन्ली फार् द श्लोक कुर्वन् आप्नोति किल् विषम् आमां केवलश्लोकस्य इफ् इट् इस् इफ् द जस्ट् कुर्वन् आप्नोति अलोन् इस् गिवन् देन् इट्स् आगम केन् बि देर् भगिनि केन् बि देर् कुर्वन् आप्नोति केन् बि देर् किन्तु तत्र नास्ति इति इत्युक्ते अस्मिन् प्रसङ्गे नास्ति इति वदन्ति अस्मि अतः तत्र भवितुमर्हति नो चेत् तर्हि एकवारम् अहं वदामि एतत् एतदेव सर्वे वदन्ति इति मन्ये किन्तु एकवारं नाम गीताप्रवेशे पुस्तके यत् पदं दत्तं तत्र नाम कुर्वन् आप्नोति इति तत्र सन्धिकार्यम् अस्ति इति तेषां चिन्तनम् अस्ति अतः तत्र वयं चिन्तयामः कुर्वन् योगः आप्नोति इति पदम् अस्ति इति चिन्तयामः अतः एव तत्र तत्र सन्धिः सन्धिकार्यं भवति इति चिन्तनं किन्तु यद्यपि एतत् पदं भगवद्गीतायां भवति अत्र भगवद्गीतायां भिन्नार्थः इति कृत्वा तत्र सन्धिः नास्ति इति एव खलु अस्तु अस्तु समीचीनम् अतः केवलं पदं दृष्ट्वा वयं सन्धिकार्यं किम् इत्युक्ते एतत् तत्र सन्धिः भवति इति वक्तुं शक्नुमः किन्तु साक्षात् श्लोके भिन्नम् अस्ति अस्तु समीचीनं खलु यत् अहम् उक्तवान् तत्र महोदय क्षमतां कुर्वन् आप्नोति इति अस्ति चेत् नुमागमः भवति कुर्वन् न आप्नोति इति अस्ति चेत् न भवति यतोहि कुर्वन् इत्यस्य नकारात् परं पूर्वं ह्रस्व अकारः अस्ति, ह्रस्वादचि, किन्तु तस्मात् परम् अच्वर्णः नास्ति. इदानीं कुर्वन् योगः न योगः आप्नोति, तत्र सन्धि न भवति महोदय, नुमागमः न भवति. सत्यं, किन्तु तत्र प्रायशः दोषः इति मन्ये, यतोहि कुर्वन् आप्नोति इति अस्ति एव, इति अस्ति चेदेव नुमागमः भवति, सन्धिः भवति. तत्र प्रायशः दोषः इति मन्ये महोदय. अथवा ते पदं चितवन्तः, अस्तु एतत् पदम् एतादृशं रूपम् अस्ति चेत् तत्र प्रासन्धिकार्यं भवितुम् अर्हति इति. यतोहि तत्र सर्वे तेषां तत्र अपेक्षा नास्ति भगिनि, नाम तत्र ये छात्राः तत्र सर्वे छात्राः गीताप्रवेशस्य पुस्तकपठनसमये श्लोकामपि पश्यन्ति इति तेषां चिन्तनं नास्ति खलु. तत्र मम चिन्तनम् एतदस्ति महोदय, ते कुर्वन् आप्नोति इति स्वीकृतवन्तः चेदेव तत्र सन्धि भवति इति मन्यन् प्रायशः अथवा चिन्तितवन्तः. तत्र प्रायशः दोषः, किञ्चित् दोषः न इति न दृष्ट्वा दृष्ट्वा तत्र स्थापितवन्तः स्थापितवन्तः इति न जानीमः, किन्तु भवितुमर्हति. समीचीनं भगिनि, किन्तु इदानीम् अवगच्छामः. अस्तु, तत्र कथा का स्थितिः इति. अस्तु, समीचीनम्. अस्तु, अग्रे अभेदा भगिनी अग्रे पठति वा? निवेदिता भगिनी, धन्यवादः. निवेदिता भगिनी वदतु किम् उक्तवती. क्षम्यताम्, आमामामामां क्षम्यतां भगिनि. कर्मयोगी अस्ति सः, तस्य मनसि कोऽपि इच्छा नास्ति, अतः सः केवलं शरीरविषये आवश्यकं कर्म करोति, किन्तु तस्य किल्बिषम् अथवा पापं न प्राप्नोति. समीचीनं. किन्तु यः मनुष्यः केवलं भोगार्थं सङ्ग्रहणार्थं कर्म करोति सः पापस्य प्राप्तिं करोति. इति अस्ति. समीचीनं भगिनि, समीचीनं. केवलं शरीरस्य तत्र कृते यत् आवश्यकं केवलं तद् करोति, अपि कर्तृत्वरहितं, नाम अहं करोमि इति तत्र तस्य मनसि नास्ति. कोऽपि फलस्य आशा अपि मनसि नास्ति. नास्ति इति अस्ति. समीचीनं, केवलं. समीचीनम्. अस्तु भगिनि, उत्तमम्. अस्तु, धन्यवादः भगिनि. अग्रे तर्हि वेदा भगिनि. महोदय, कस्मिन् औषधे तत्र कस्मिन् औषधे, कस्मिन् औषधे इति अस्ति, औषधे कस्मिन् औषधे तत्र नकार अस्ति, नकारस्य पूर्व ह्रस्व इकार अस्ति, अपि च नकार परे औ इति अचुवर्णः अस्ति इति कारणतः न्यमुडागमः सन्धि इति भवति. तत् सत्यं, सत्यं भगिनि, नकार आगमः भवति, नकारस्य आगमः भवति. कस्मिन् नकार औषधे कस्मिन् औषधे इति रूपम् आयाति. समीचीनं भगिनि, तथैव. तत्र भगवद्गीता कापि नास्ति, अग्रे श्लोकः योगात् चलितमानसः, तत् पठामि वा? पठतु भगिनि, पठतु. योगात् चलितमानसः, तत्र योगात् चलितमानसः, तत्र प्रथमतया जष्ट्वं भवति, जष्ट्वं भवति, तत्पश्चात् स्तोः चुनाचु इत्यनेन जकार भवति, खरीच इत्यनेन चकार भवति, योगात् चलितमानसः इति रूपं प्राप्नुमः. तत्र भगवद्गीतायां षष्ठमे अध्याये ओके भगवद्गीता षष्ठमे अध्याये षष्ठमे अध्याये 37 ओके अर्जुन अर्जुन उवाच अयति श्रद्धा योगाचरणं तदेव सः एव श्लोकः अयति श्रद्धयोपेतो योगान् चलितमानसः अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ओके अर्जुन उवाच अयतिः श्रद्धयोपेतो योगात् चलितमानसः इत्युक्ते योगात् चलित योगात् चलितमानसः इत्युक्ते यस्य मनः मनः योगात् परे गच्छति इति वा हा तत्र योगस्य पूर्ण तत्र प्राप्तिः नास्ति नाम तत्र योगस्य पूर्णप्राप्तिः नास्ति अस्तु अयतिः अयतिः इत्युक्ते प्रयासं करोति सत्यं तत्र हा श्रद्धया करोति अप्राप्य योगसंसिद्धिं काङ्गतिं कृष्ण गच्छति अप्राप्य योगसंसिद्धिं यदि योग सिद्धिः न प्राप्ति चेत् कुतः गच्छति सः मनुष्यः कुतः गच्छति इति कृष्णः अर्जुनः पृच्छति इत्युक्ते ऐ हाव् द इङ्ग्लिश् मीनिङ्ग् शाल् ऐ रीड् दट् हि अस्तु हि हू इस् एण्डोर्ड् वित् फुल् फेत् अयति श्रद्धयोपेतो इत्युक्ते वन् वित् फुल् फेत् श्रद्धयोपेते बट् इस् अन्डिसिप्लिन्ड् अण्ड् हूस् मैण्ड् स्लिप्स् अवे फ्रम् द योगिक् कम्युनियन् अन्डिसिप्लिन्ड् योगात् चलितमानसः इत्युक्ते तस्य मनस् मनः योगात् दूरं गच्छति इत्युक्ते योगस्य विषये तस्य मनः लयितः नास्ति इति वा तादृशं तादृशमस्ति अप्रापि योगसंसिद्धिं तस्य तं मनुष्यः योगसिद्धिं न प्राप्नोति तस्य का गतिः कृष्ण इति पृच्छति अर्जुनः इत्युक्ते तत्र पूर्वं किं वदति पूर्वसूत्रे वदति भगवान् वदति यत्र योगी यत्र योग यत्र मनः स्थिरः नास्ति तत्र योगप्राप्तिं बहु क्लिष्टकारः अस्ति यत्र भ्रमः भवति नास्ति यस्य किं वदामि तत्र मनसः नियन्त्रणम् आवश्यकमस्ति तत्र योगाय इति अभ्यासेन केन अभ्यासेन नियमित अभ्यासेन यः योगा करोति तदेव तस्य एव नाम श्रद्धावान् अस्ति यः श्रद्धावान् अस्ति तदेव तस्य एव शक्नोति योगं प्राप्न मम प्राप्ति वा किं तत् न भगिनि नाम अयतिः श्रद्धया आपेतः अयतः अयतिः अयतिः इत्युक्ते प्रयत्नं करोति या न करोति इति भवति तत्र न करोति यतिः इत्युक्ते यतते अयतिः नाम तत्र प्रयत्नं न कृतं हा सम्यक् रीत्या न कृतं सम्यक् रीत्या न कृतं न कृतं सम्यक् रीत्या प्रयत्नं न कृतं यद्यपि श्रद्धा अस्ति श्रद्धा अस्ति परन्तु सम्यक् न कृतवान् अण्ड् योग योगस्य विषये तस्य मनसि योग किञ्चित् हा नाम तत्र योगसिद्धिः तेन न प्राप्तः प्राप्नोति तस्य न प्राप्त तेन न प्राप्त योगसिद्धिः तेन न प्राप्त तस्य का गतिः इत्युक्ते तस्य मोक्षः भवति वा न अर्जुनः प्रश्नं करोति कृष्णं प्रति अपि तत्र पूर्वं भवति तस्मिन् समये नासीत् इति मन्ये षष्ठी दुर्गतिमिति तत्र पूर्वपदम् आसीत् तत्र 640 तत्र उत्तरं वयं पठितवन्तः इदानीं प्रश्नः कः इति ओके अस्तु उत्तममस्ति भगिनि नाम तत्र यः तत्र किञ्चित् प्रयत्नं कृतवान् किन्तु सम्यक्तया न कृतवान् योगसिद्धिं न प्राप्तवान् तस्य गतिः का इति प्रश्नः तत्र अग्रे अग्रे श्लोकेषु तत्र अग्रे श्लोके तत्र उत्तरं भवति तेषु एकं श्लोकं वयं पठितवन्तः कश्चित् दुर्गतिम् इति 640 पठितवन्तः अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र शोभा भगिनी न पठितवती इति मन्ये महोदय अग्रिमं तत्र षण्मयूखाः इति पदं तत्र षट् योगः मयूखाः प्रथमं तत्र षट् इति पदान्त झलां झषः अन्ते पदान्ते झष्त्वं भवति झष् वर्णः आगच्छति अतः टकारस्य स्थाने टवर्गीय न क्षम्यताम् डकारः आगच्छति प्रथमं षड् मयूखाः इति इत्युक्ते यतोहि तकारस्य दकारः टकारस्य डकारः षड् मयूखाः इदानीं डकारमकारयोः योगः तत्र परवर्णः अनुनासिकः अपि च डकारः यर् वर्णः अस्ति अतः यरः यरोऽनुनासिके नासिकेनु नासिको वा यरः अनुनासिके अनुनासिको वा इति सूत्रेण डकारस्य स्ववर्गीय अनुनासिकव्यञ्जनम् आदेशरूपेण आगच्छति इत्युक्ते टवर्गीयस्य अनुनासिकवर्णः णकारः अतः षण् इति भवति षण्योगः मयूखाः षण्मयूखाः इति भवति तत्र मयूखाः इत्युक्ते किमिति विस्मृतवती महोदय मयूखाः षण्मयूखाः पीकाक् वा मयूरः अस्तु मयूखः न जानामि भगिनि किमस्ति वाहनं मयूखः अस्ति सः वाहनं वाहनं षण् अस्तु षण्मुखः तर्हि यस्य षट् मुखानि सन्ति अपि च मयू षण्मयूखाः इति वा अस्तु मयूखाः रे इति गिवन् महोदय मयूरा इति मयूरा पीकाक् मयूखा इति रे इति अस्ति महोदय ज्वाला सत्यं भगिनि दीप्तिः ज्वाला अथवा तत्र किरण तत्सर्वं तत्र षण्मुखस्य तत्र न महोदय तत्र षण्मयूखः इदानीं षट् रे इति अस्ति किरणाः इति किन्तु न पदम् इति न किन्तु तत्र तत्र षण्मुखदेवस्य चरित्रे तत्र आरम्भे एतादृशं भवति खलु तत्र अग्निज्वाला तत्र षट् अग्निज्वालयः भवन्ति इति अतः तत्र षण्मयूखः इति अस्ति वा अत्र न जानामि किन्तु तत्र तस्य जन्मचरित्रे तत्र किं तादृशं वर्णनम् अस्ति खलु आं महोदय दट्स् मोर् लैक् अग्निपुरि दट् कैण्ड् वाट् डु इस् वाट् डु वि काल् दट् लैक् तत्र शिवस्य नेत्रात् तत्र अग्नि एव अग्नि अग्नि अग्नि तत्र किन्तु षड् तत्रापि षड् किमस्ति तत्र ज्वाला बाल् आफ् फैर् पुरी इति अस्ति तदनन्तरं किन्तु तत्र मयूखः इति तत्र पदं कृतमागतम् इति न जानामि न जानीमः अस्तु हेविङ्ग् सिक्स् पेग्स् इति अस्ति महोदय अस्तु अस्तु गोल्डन् पेग्स् इति षण्मयूख इत्युक्ते हेविङ्ग् सिक्स् पेग्स् इति किं भवति तत्र न जानी न जानामि अथर्ववेदे अस्ति इति दत्तम् इति दत्तम् अस्तु तैत्तिरीयब्राह्मण ब्राह्मणे अस्तु अस्तु फ्लेम् अपि गिवन् महोदय फ्लेम् ब्रैट्नेस् रेडियन्ट् अस्तु तर्हि अतः तत्र कुतः आगतं पदं न जानि तेषां नाम लेखकानां तत्र चिन्तनं किम् आसीत् इति न जानीमः अस्तु शोभगिनी भवती वा अग्रे अपि करोति वा तत्र भगवद्गीतायाः श्लोकः अपि अस्ति महोदय अग्रिमम् अस्ति इदानीं तत्र तन्निबध्नाति इति पदम् तत्र तन् तत् इति तत् निबध्नाति इति भवति प्रथमं तत् योगः निबध्नाति तत् इत्यस्य जलं चषन्ति इत्यनेन तद् इति भवति तद्योगः नि इति दकारयोगः नकारः इदानीं तत्र पुनः यरोनु नासिकेनु नासिको वा इति एव भवति दकारस्य स्थाने तद् वर्गीय अनुनासिकवर्णः नकारः आगच्छति अतः तद् इत्यत्र तन् इति भवति तन् निबध्नाति इति पदं सिद्ध्यति अपि च श्लोकमस्ति चतुर्दशाध्याये सप्तम श्लोकः अस्तु तत्र रजोरागात्मकं विद्धि तृष्णासङ्ग समुद्भवं तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् इति श्लोकः अस्ति तत्र गुणत्रयविभागयोगः तस्मिन् अध्याये तर्हि तत्र रजः इति रजो इति रजः रागात्मकम् इत्युक्ते रजः इति गुणः रागात्मकं भवति इति विद्धि इति वदति तृष्णा सङ्गसमुद्भवम् तृष्णा इत्युक्ते तत्र किं तत्र इच्छा अथवा काम इति भवति कामः इति तृष्णा सङ्गसमुद्भवं तेन रागात्मकः अस्ति रजः इति कृत्वा तृष्णासङ्गसमुद्भवं तत्र सम् उद्भवम् इति भवति तस्मिन् काले एव यत्र रजः गुणः अस्ति तत्र तृष्णा इति उद्भवति इति अर्थः भवति तत्र इति मन्ये महोदय यतोहि रजः इति गुणः तादृशः अस्ति इति तन् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनं तत् निबध्नाति इत्युक्ते किम् इत्युक्ते तत्र रजः अथवा तेन उद्भूतः तृष्णा इति अपि प्रायशः महोदय तत्र रजः तृष्णाम् उत्पद्यते विशेषणमस्ति खलु रजः इति पदस्य हा तेन तृष्णा इति उद्भवते उद्भवति तेन सङ्गः उद्भवति कस्य कृते इत्युक्ते सङ्गत्वं भवति इति सङ्गत्वम् उद्भवति यतोहि अग्रे वदति निबध्नाति इति निबध्नाति कर्मसङ्गेन उदेहिनं तृष्णा अपि असङ्ग इति उक्तं भगिनि सङ्ग इति न तृष्णा ओ आसङ्ग क्षम्यतां तृष्णा आसङ्गसमुद्भवम् नाम तत्र एतस्य उत्पत्तिः कथं केन भवति इत्युक्ते तृष्णया भवति अथवा आसङ्गेन भवति नाम तत्र तृष्णया इत्युक्ते नाम यत् न प्राप्तवन्तः यत् न प्राप्तवन्तः तस्य विषये इच्छा तृष्णा अपि आसङ्गः इति यत् अस्माकं पार्श्वे अस्ति किन्तु सर्वदा तत् तिष्ठेत् न गच्छेत् इति आसङ्गः सर्वदा अस्माकं पार्श्वे एव भवेत् नाम तस्य नाशः न भवेत् नाशः न भवेत् यस् नाम आसङ्गः नाम ओ एतत् मम पुस्तकं मम पार्श्वे एव सर्वदा भवेत् इति तत्र आसङ्गः अस्ति तादृशसङ्गत्वम् अस्तु तर्हि तेन उद्भवति रजोगुणं किन्तु अस्तु महोदय गुणः अपि प्रथमं गुणः अपि अस्ति इति एतत् सर्वम् अत्र तृष्णा असङ्गसमुद्भवम् इति तत्र एकमेव पदं विशेषणमस्ति रज रजस् इति नपुंसकलिङ्गपदं खलु रज रजः इति तत्र ओकारः अभवत् इति कृत्वा रजः इति तत्र प्रातिपदिकं तु रजस् इति रजस् इति प्रातिपदिकं प्रकारं तु नपुंसकलिङ्गपदं तर्हि रागात्मकम् इति विशेषणं तृष्ण असङ्गसमुद्भवम् इति अपि विशेषणम् इति विद्धि तर्हि अतः तत् निबध्नाति इदानीं तत् तत् इत्युक्ते तत् रज रजः निबध्नाति कर्मसङ्गेन निबध्नाति निबध्नाति इति सकर्मकक्रियापदं तर्हि कर्मपदं भवेत् देहिनम् निबध्नाति कर्मसङ्गेन तत्र कर्मसङ्गेन इत्युक्ते कर्म किं भवति तत्र कर्मसु सङ्गत्वं भवति इति कर्मसङ्गेन इत्युक्ते सङ्गत्वं अटाच्मेण्ट् भवति इति सत्यं सत्यं अपि च बन्धनं भवति इति तेन बन्धनं भवति इति तत्र इत्युक्ते तत्र विद्धि रागात्मकं विद्धि रजः रागात्मकं तृष्ण आसङ्गसमुद्भवम् इति इदानीं तत्र पठन्ति अस्मि महोदय समुद्भवम् एकवारं मम कृते अपि च तत् रजस् निबध्नाति देहिनं यथा भवान् उक्तवान् कर्मसङ्गेन अपि च कर्म किं तत्र तावदेव तदेव अन्ते कर्मसङ्गेन देहिनं बध्नाति इति रजस् इत्यस्य गुणस्य विषये देहिनम् इत्युक्ते देहिन् इति खलु देहिनम् इत्युक्ते देहि इत्यस्य द्वितीयविभक्तिः देहिनम् अपि देहि इति तत्र इनि प्रत्ययः देहिन् इति इत्यस्य प्रथमविभक्त्यां देहि इति भवति किन्तु महोदय तत्र देहि इत्युक्ते आत्मा एव देहि देहि अस्ति यस्य देहि यस्य देहः अस्ति सः देहि आम् तर्हि देहिनम् इत्युक्ते तत्र आत्मा इत्युक्ते तादृशं यस्य रजोगुणम् इदानीं न न रजोगुणम् आत्मानं बध्नाति. इति एव खलु, नाम देहिनं निबध्नाति अथवा बध्नाति कर्मसङ्गेन. आम् तदेव. तर्हि तत्र द्वितीयभागे तत् इत्युक्ते तद् कर्तृपदं, तत् नाम रजगुणम्, रज रजः तत् रजः देहिनं निबध्नाति. आम् महोदय तदेव. अग्रे तत्र धन्यवादः भगिनि. अग्रे नरेश नरेश महोदय अग्रे करोति वा. आम् अग्रे लोकान् लोकान् तत्र लोकात् न किं सन्धि अस्ति अत्र लोकात् न लोकात् न तत्र प्रथम तु जष्ट्वसन्धि भवति तदपरान्त अनुनासिकसन्धि भवति लोकात् न लोकान् न भवति. अपि च अत्र श्लोकः अस्ति यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्ष भयो द्वेगैर्मुक्तो यः स च मे प्रियः. अत्र अस्ति यस्मात् यस्मात् विजते लोको. अत्र लोको लोकात् न द्विजते च यः सो अत्र दत्तमस्ति हि बै हूम् द वर्ड् इस् नाट् एजिटेटेड् एण्ड् हू केन् नाट् बि एजिटेटेड् बै द वर्ड् हू इस् फ्रीड् फ्रम् जाय् एण्ड् वै फियर् एण्ड् एङ्ग्सैटि हि इस् डियर् टु मी. अस्तु यस्मात् लोकान् तत्र श्लोकस्य सङ्ख्या किमस्ति महोदय 12-15 द्वादश पञ्चदश मम दोषः. अस्तु अस्तु पुनरेकवारं वदतु महोदय. यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षां हर्षामर्ष भयो द्वेगैर्मुक्तो यः स च मे प्रिये प्रियः. सो यः यः किं मम प्रियः अस्ति यः न यः यः मम प्रियः न यः सर्वम् अस्ति सः एव मम प्रियः अस्ति. मे नाम मम प्रियः यः यः कीदृशः भवेत् नाम यः तत्र न उद्विजते न उद्विजते लोको अपि लोकात् न उद्विजते तादृशः अपि हर्ष अमर्ष भय उद्वेगैः मुक्तः अस्ति. सः मम मम प्रियः अस्ति. उत्तमं महोदय. अस्तु, तर्हि तत्र लोकान् लोकान् लोकान् उद्विजते, लोकान् न उद्विजते इति भवति. अस्तु, समीचीनं महोदय. अस्तु अस्तु, धन्यवादः. धन्यवादः. अस्तु अग्रे, तर्हि तत्र उषा भगिनी अग्रे. महोदय, सुहृत् सुहृन् नयति इति अस्ति. सुहृन् नयति इति सुहृत् अथवा सुहृत् नयति इति भवति. सुहृत् योगः नयति इति कृते तकारः नकारः भवति. तकार यरो अनुनासिके तकारः अनन्तरं नकारः अस्ति. नकारः अनुनासिकवर्णः इत्यनेन तकारः तकारः यर् भवति. यरो अनुनासिके अनुनासिको वा इति सूत्रेण तकारः नकारः भवति. तकारः तत् वर्गीय पञ्चमवर्णः भूत्वा सुहृन् नयति इति भवति. सुकृत् नयति, सुहृन् नयति. अग्रे अग्रे अपि अस्तु. महानुभावाञ्च श्रेयः श्रेयः इति अस्ति. महानुभावाञ्च इति भावान् योगः श्रेयः. भावान् नकारः सवर्गीयपञ्चमवर्णः इति अस्ति. महानुभावाञ्च श्रेयः इति सन्ति अस्ति. महानुभावान् नकारः ण्यकारः ण्यकारः भवति. चकार च वर्गीय पञ्चमवर्णः श्युत्वसन्धि इव भवति. स्तोः चुनाश्युः. ओके, स्तोः चुनाश्युः इत्यनेन अग्रे चकारः अस्ति. ताळव्यवर्ण ताळव्यवर्ण वर्ण अस्ति इत्यनेन नकारस्य दन्त्यवर्णः अस्ति. महानुभावान् नकारः दन्त्यवर्णः. नकारस्य स्थाने ताळव्यवर्ण ताळव्यवर्ग पञ्चमवर्णः भवति. महानुभावाञ्च श्रेयः इति भवति. समीचीनं भगिनि. अस्तु, गुरुनः त्वा हि महानुभावान् श्रेयो भोक्तुं वैक्ष्यमपीह लोके. अत्वार्थकामां सुगुरून्निहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्. गुरून् अहत्वा हि महानुभावान् श्रेयः भोक्तुं वैक्ष्यम् अपि इह लोके. हत्वा अर्थकामान् अर्थकामान् तु गुरून् इह एव गुरून् इहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्. इह एव रुधिरप्रदिग्धान्. ओके, गुरुनहत्वा, ऐ मीन् ऐ केन् सी द मीनिङ्ग् महोदय, बट् ऐ केन् स्टाप् टु से द इन् संस्कृत. ओके, गुरुनहत्वा हि महानुभावान्. तत्र गुरुम् अपि महानुभावान् भवान् भावः गुरून् गुरून् अहत्वा अहत्वा अहत्वा नाम तत् एकम् न कृत्वा महानुभावान् महानुभावान् अपि न महानुभावान् गुरून् महानुभावान् गुरून् महानुभावान् गुरून् गुरून् अहत्वा अहत्वा हि हि भोक्तुं वैख्यम् अपि लोके श्रेयः अस्ति वैख्यं वैख्यं कृत्वा इहलोके वैख्यं कृत्वा भोक्तुं श्रेयः दट् कैण्ड् भोक्तुं श्रेयः नाम तत्र तत्र जीवनं यापयति जीवनं जीवनं वैख्यं कृत्वा तत्र जीवनं जीवनस्य यापनं कुर्मः चेत् तत् श्रेयः अस्ति श्रेयः अस्ति कम्पेर्ड् टु गुरून् अहत्वा गुरून् अपि च महानुभावान् गुरून् अहत्वा दिस् इस् बेटर् तेषां हननं मास्तु यतोहि एतत् श्रेयः अस्ति हत्वार्थकामांश्च गुरुनिहैव इदानीं हत्वा किं भवति हत्वा किं भवति नाम श्रेयः इति उक्तं पूर्वं किन्तु कारणम् इदानीं वदति यदि तत्र हननं भवति हत्वा किं भवति गुरुन् इह एव हत्वा गुरुन् हत्वा क्षम्यतां गुरुन् हत्वा किं भवति इह एव भुञ्जीय भोगान् रुधिरप्रदिग्धान् लैक् रुधिरप्रदिग्धान् लैक् बै देयर् ब्लड् कैण्ड् आफ् थिङ्ग् हा सत्यं भगिनि हा सत्यं हा रुधिर तथैव भुञ्जीयभोगान् हौ डु यु से दट् भुञ्जीयभोगान् इति भोगान् भुञ्जीय नाम तत्र क्रिया क्रिया क्रिया भवति भुञ्जीय इति भुञ्जीय इति तत्र लकारः कः तत्र प्रायश तत्र विधिलिङ्ग विधिलिङ्ग एव महोदय इतितां इहु इहितम् इत इय इव इम भुञ्जीय अरीत इयताम् इरन् इता हियताम् इत इयताम् इरन् इता हियताम् इद्वम् ईय आत्मनेपति ईय आत्मनेपति भुञ्जीय भुज् भुज् दातु भुज् दातु सप्तम सप्तमगण ऐ थिङ्क् सो श्नम् अरे रुद् रुदादिभ्यः श्नम् श्नम् इत्यनेन नकारः मध्ये आयाति भुञ्जीय मितचोन्त्यात् परः इत्यनेन मध्ये आयाति भुज् भुञ्ज देन् भुञ्जीय भुञ्जीय भुञ्जीय भोगान् भुञ्जीय ओके हा भोगान् भुञ्जीय रुधिरप्रदिग्धाः नाम तत्र महोदय तत्र पूर्वं दृष्टवती रुधिर इति रक्तं तत्र प्रदिग्धाः इति अस्ति खलु तत्र प्रा इति उपसर्गः दिह् इति धातुः महोदय दहने क्षम्यतां दहनेन लेपने अस्तु अस्तु प्रायोगः दिह् इत्यस्य हकारस्य गकारः भवति तत्र अतः दिग् इति भवति प्रदिग् धान् द्वितीय विभक्ति रुधिरप्रदिग्धान् न प्रदिग्धान् सत्यं भोगान् भोगान् कीदृशान् भोगान् रुधिरप्रदिग्धान् भोगान् एव भुञ्जीय नाम तत्र तादृशभोगाः एव भवति नाम तत्र तत्र रक्तलेपन् लेपितः इति वक्तुं शक्नुमः खलु प्रदिग्धान् भोगान् केवलं तादृशं भोगान् एव भुञ्जीय तादृश एव भवति जीवने यदि तत्र हननं भवति चेत् इति अस्ति समीचीनम् अस्तु अस्तु महोदय धन्यवादः भगिनि अस्तु धन्यवादः तत्र अग्रिमे सप्ताहे क्षम्यताम् एकं अग्रिमे सप्ताहे तत्र वर्गः न भवति किन्तु तदनन्तरं तत्र वर्गः भवति तत् किन्तु अहं तत्र भारतदेशे भवामि किन्तु ततः अपि तत्र कर्तुं शक्नुमः किन्तु अग्रिमे सप्ताहे वर्गः न भवति अस्तु महोदय. अस्तु अस्तु तर्हि तत्र शान्तिमन्त्रं वदामः, तदनन्तरं विरमामः. तत्र नरेश् महोदय अन्ते वदति वा महोदय? वदतु भगिनि. तत्र विद्यार्थिन् अधिश्व अपि अस्ति खलु? अस्ति अस्ति. हा अग्रिमे वर्गे कुर्मः वा, यतोहि तत्र बहु किमपि तु अस्ति. हा हा अस्तु. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः महोदय. धन्यवादः. नमस्कारः. धन्यवादः महोदय. अग्रिमे वर्गे मिलामः. मिलामः. धन्यवादः. नमस्कारः महोदय. धन्यवादः.